अस्तु, तर्हि अत्र अनेन अस्माकम् अच् सन्धिवर्गः आरभ्यते. अत्र च कश्चन गृहपाठः दत्तः आसीत्, सम्भाषणे नाम लोके यानि सामान्यपदानि सन्ति तान् उपयुज्य सन्धिप्रदर्शनम् इति कार्यमासीत्. तर्हि केवलं पञ्चसु निमेषेषु कानिचन उदाहरणानि द्रष्टव्यानि, यथा यन् सन्धिः, सवर्णदीर्घसन्धिः, गुणसन्धिः इत्यादिकं, यत् यत् वृद्धिसन्धिः अस्माभिः यत् अवलोकितमस्ति तस्य सामान्य उदाहरणं. सुब्रह्मण्यं वदति, तत्र उदाहरणं ददाति वा? कः सन्धिः इति न वदतु. अत्र श्रूयते वा महोदय? न योगः अस्ति, नास्ति. नास्ति, नास्ति. अत्र पद्मा भगिनी, कः सन्धिः अस्ति? सवर्णदीर्घसन्धिः. बहु समीचीनमस्ति. अस्तु, रामप्रिया भगिनी, अन्यत् उदाहरणं वदतु कृपया. आम् आं महोदय, मया योगः उक्तं, मयोक्तम्. समीचीनमस्ति, मयोक्तम्. अत्र राजेन्द्रमहोदय, कः समासः अस्ति? अत्र महोदय, गुणसन्धिः अस्ति. गुणसन्धिः अस्ति, समीचीनमस्ति. अस्तु, अन्यत् उदाहरणं पश्येम. तर्हि विद्या भगिनी, उदाहरणं ददाति वा? मा योगः अस्तु, मास्तु. मास्तु, मास्तु, अस्तु. तर्हि सरला भगिनी, कः सन्धिः अस्ति? सवर्णदीर्घसन्धिः अस्ति. बहु समीचीनमस्ति. अस्तु, अन्यत् उदाहरणम् अजयमहोदय वदति वा? अति योगः उत्तमम्, अत्युत्तमम्. अति उत्तमम्, अति उत्तममस्ति. समीचीनमस्ति. सतीश महोदय, कः सन्धिः अस्ति? वदति वा महोदय? अतियोगः उत्तमः, अति उत्तमम्. अस्तु, राधिका भगिनी वदति वा? आं महोदय, यन् सन्धिः. यन् सन्धिः. अस्तु, एकम् उत्तमं पश्येम, एकम् अन्तिमं पश्येम. तत्र हरीश महोदय, एकम् उदाहरणं ददाति वा? इति अस्ति, इत्यस्ति. इति योगः अस्ति, इत्यस्ति. श्रीनिवासमहोदय, कः सन्धिः? यन् सन्धिः अस्ति महोदय. यन् सन्धिः इति. तादृशानि उदाहरणानि नाम अस्माकं साधारणसम्भाषणावसरे एषां प्रयोगः भवति प्रचुररूपेण. अतः अभ्यासं कुर्वन्तु, लेखनावसरे, वदनावसरे इत्यादिकम् अस्माकं प्रयोगे भवति चेत् सारल्यं भवति. प्रयोगः न भवति चेत् ओह् रहस्यं तिष्ठति खलु. अतः अस्माकम् उपयोगः भवतु इति वार्ता. अस्तु, तर्हि एतावत् पररूपसन्धिपर्यन्तम् अस्माभिः अधीतमस्ति. तत्र च पररूपसन्धेः सामान्यसूत्रमस्ति एङिपररूपम्. एङिपररूपं तत्र वृद्धि अपवादः, प्रयोगः एजते, प्रयुज्यते, प्रयुज्यते इति, प्रयुज्यते इति भवति स्म. उपयोगः ओषति, तत्र उपौषति किन्तु उपौषति इति भवति स्म. इति वार्ता अस्ति. तर्हि अत्र अत्र सूत्रं रक्षा भगिनी कृपया तत्र पठतु, तत्र प्रथमं वाक्यमिति. पररूपसन्धिः, वृद्धिसन्धिः, अपवादः, एङीपररूपम्, अवर्णान्तात् उपसर्गात् एङादौ धातौ परे पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात्। अपि च अनुवृत्तिसहितसूत्रम्। अनुवृत्तिसहितसूत्रम् आत् उपसर्गात् इङि धातौ पूर्वपरयोः एकं पूर्वरूपं संहितायां। संहितायाम् अस्य अर्थः कः इति? इङि पररूपम् इत्यस्य अवर्णात् उपसर्गात्, उपसर्गः अवर्णान्तः अस्ति चेत् तस्मात् परे एङादिधातुः, अत्र एङ् इति एओ, हा एओ इति प्रत्याहारस्थः वर्णः अस्ति, प्रत्याहारः अस्ति एङ् इति, तर्हि यः कोऽपि धातुः यस्य आदौ एव ओ अस्ति चेत् तस्यां स्थित्यां पूर्वपरयोः स्थाने, इत्युक्ते अनयोः स्थाने पररूपम् एकादेशः भवति। इत्युक्ते पररूपम् इत्युक्ते अत्र एङादिधातोः प्रथमः वर्णः सः एव आदिष्टः भवति इति। हा समीचीनमस्ति। तर्हि अत्र प्रथमम् उदाहरणं किं? पुस्तके खलु महोदय? पुस्तके, पुस्तके प्रयोगः एजते, प्र इति अवर्णान्त उपसर्गः अस्ति, तर्हि प्रयोगः अयोगः ए योगः जते, प्रयोगः ए योगः जते, प्रेजते, प्रैजते इति वृद्धिसन्धेः अपवादः भूत्वा प्रेजते इत्येव अस्ति। ए अकारस्य एकारस्य स्थाने एकारः एव तिष्ठति, आगच्छति। हा नाम वृद्धिसन्धिविधायकसूत्रं किम्? वृद्धिरादैच्। हा अस्य अत्र प्रसक्तिः वृद्धिरेचि इति। हा वृद्धिरेचि इत्यस्यापि प्रसक्तिः आसीत्, यतोहि प्र इति अवर्णान्तः अस्ति, तस्मात् अवर्णात् एचि एच् वर्ण एच् प्रत्याहारस्थः कश्चन वर्णः अस्ति ए इति, तर्हि वृद्धिसन्धेः अपि प्रसक्तिः आसीत्, किन्तु अत्र एङ्गीपररूपं वदति चेत् वदति यत् अवर्णात् परे, अवर्णात् उपसर्गात् परे एङादि धातुः अस्ति इति, तर्हि प्र इति उपसर्गः यद्यपि अवर्णान्तः अस्ति तथापि उपसर्गः इति कृत्वा एङ्गीपररूपम् इत्येव कार्यं करोति पररूपसन्धिः। हा समीचीनमस्ति। अत्र विधिरेचि कार्यं करोति चेत् का गतिः भवति अस्माकं, किमर्थं न स्यात् इति? वृद्धिरेचि कार्यं करोति चेत् एङ्गीपररूपं निष्प्रयोजकं भवति, तस्य कार्यं न भवति इति कृत्वा सूत्रं व्यर्थं भवति। हा इति अत्र पाणिनेः कार्यपद्धतिः, सः न वदति यत् अत्र वृद्धिरेचि मा भवतु, अत्र एङ्गीपररूपम् इति विशिष्टसूत्रमस्ति, सर्वे पश्यन्तु अत्र प्रसक्तिः अस्ति सूत्रद्वयस्यापि, किन्तु एङ्गीपररूपं विशिष्टसूत्रं, तस्य कार्यक्षेत्रं लघु अस्ति इति कृत्वा अत्र एव भवेत्, अत्र न भवति चेत् तस्य कार्यम् अन्यत्र न सम्भवति, अतः अत्र एङ्गीपररूप अत्र न कोऽपि उपायः अस्ति इति शैली अस्ति। अनेन तर्केण अस्माकं मूलव्याकरणग्रन्थः ग्रन्थे लाघवम् आनीतमस्ति, लघुत्वं, नो चेत् बहवः नियमाः अपेक्षिताः आसन्, अत्र वृद्धिरेचि भवति, अत्र न भवति, अत्र भवति, अत्र न भवति, अत्र केवलं लघुक्षेत्रमिति कृत्वा एङ्गीपररूपम् इत्यस्य बलं भवति, बाधकसूत्रं एङ्गीपररूपमिति। अस्तु द्वितीयम् उदाहरणं पश्येम, विद्याभगिनी कृपया। महोदय, आम् गतवर्गे अपि मया पृष्टमासीत् अवर्णात् उपसर्गात् तयोः विशेष्य विशेषणभावः अस्ति वा इति। सत्यं, यतोहि तृतीय उदाहरणे तत्र किं शिवायति वा? हा तर्हि अवर्णात् इत्युक्ते उपसर्गभिन्नः, वदतु, उपसर्गभिन्नः कश्चन इति किमपि अस्ति वा सूत्रे अवर्णात् इत्यनेन? न, अत्र केवलम् उपसर्ग, अत्र विशेषणविशेषभावः अस्ति, आत् उपसर्गात्, तादृश उपसर्गः यस्य अन्ते अवर्णः अस्ति, तादृशी परिस्थितिः नास्ति चेत् अस्य सूत्रस्य प्रवर्तनं न भवति एव. विशिष्टक्षेत्रं प्रश्नः समीचीनस्ति. अत्र तत्र सुन्दरः बालकः गच्छति इति यदा वदामः तदानीं केवलं सुन्दरः गच्छति इति चेत् सुन्दरः गच्छति तस्य अर्थः न यत् एकशतं नाम शतं बालकाः सन्ति ये सुन्दराः तेषु अन्यतमः. अत्र वयम् अवगच्छामः सुन्दरः इत्युक्ते स च विशिष्टबालकः यस्य नाम कृत्वा पूर्वमेव सुन्दरः बालकः इत्यनेन विशेषणविशेषभावः उपस्थापितः अस्ति, प्रतिष्ठितः अस्ति. अतः अवगच्छामः इदानीं यत् अहो सन्दर्भः सः अस्ति, केवलं तस्मिन् सन्दर्भे सुन्दरः. यद्यपि सुन्दरः शब्दः सामान्यशब्दः, अत्र अवर्णान्तात् इति सामान्यशब्दः, किन्तु उपसर्गात् इति अस्य विशेषणमस्ति इति कृत्वा केवलं तस्मिन् स्थले अपरेषु स्थलेषु इति न विशेषणविशेषभावः. अस्तु, समीचीनमस्ति. विद्या भगिनी अग्रे. उपयोगः ओषति, उपयोगः अकारः योगः ओकारः योगः शति, उपयोगः ओकारः योगः शति उपोषति. अत्र अकारयोग ओकार द्वयोः वर्णयोः स्थाने ओकारः आदेशः भवति. हा, बहु समीचीनमस्ति. तर्हि अस्य सूत्रस्य कार्यक्षेत्रम् अतीव लघु अस्ति खलु. तत्र उपसर्गः भवति, उपसर्गः इति कृत्वा धातुः अपि अस्ति. आत् उपसर्गात् एङि धातौ इति कृत्वा कार्यक्षेत्रम् अतीव विशिष्टमस्ति. तस्यां दशायाम् एकं पररूपं भवति, न तु वृद्धिसन्धिः. अस्तु, बहु समीचीनमस्ति. इदानीं करपत्रे पश्यन्तु, यतोहि तत्र शिवाय ॐ नमः इत्यस्मात् पूर्वम् अन्यत् अस्ति, तत्र सूत्रमस्ति, उदाहरणानि अपि सन्ति, तत्र पश्येम. यतोहि अत्र एङिपररूपम् इत्यस्य अपवादः पुनः आयाति, नाम पुनः तस्मात् अधिकविशिष्टं सूत्रं. तर्हि अत्र स्थितिः का गति? अन्य के आगतवन्तः इति वा विलम्बेन? नमस्कारः, रवि अस्मि. रविमहोदय, अन्य कोऽपि वा? ध्वनिः श्रुतः आसीत्. अस्तु अस्तु, तर्हि अग्रे पश्येम. अत्र हरीशमहोदय, तत्र मन्दं मन्दं पठति वा, किमस्ति करपत्रे वा? आम्, एवम्. एते धत्युत्सु इति सूत्रं, तत्र अवर्णात् एच् आदि इण् धातौ, एद् धातौ ऊठि च परे पूर्वपरयोः स्थाने वृद्धिसंज्ञकः एकादेशः स्यात्. तस्य अर्थः प्रथमतया एतावत्पर्यन्तम् अस्माभिः किं दृष्टम् इत्युक्ते, तत्र पररूपसन्धिः वृद्धिसन्धेः अपवादः इति. यतोहि प्र एजते, प्रैजते इति भवति स्म, परन्तु तत्र वृद्धिसन्धेः अपवादं कृत्वा तत्र प्रेजते इति भवति. इदानीम् अस्य सूत्रस्य अपि अपवादः भवति. अपवादस्य अपवादः इति कृत्वा पुनः वृद्धिसन्धिः एव भवति अत्र. तत्र विशिष्य यदि एच् आदि धातवः सन्ति चेत् तत्र इण् धातौ एति इति लटि रूपं भवति, अपि च एद् धातौ एधते इति रूपं भवति लटि. यदि उपसर्गात् अकारान्तात् उपसर्गात् परतः एच् आदि धातवः सन्ति चेत् तत्र पररूपसन्धिः यद्यपि तत्र प्रसक्तिः अस्ति तथा न प्रवर्तेत, पुनः वृद्धिसन्धिः एव भवति इति सूत्रस्य अर्थः. एच् एच् इति प्रत्याहारे के वर्णाः? एवम् ऐ औच् इति केच् प्रत्याहारे अन्तर्भूताः सन्ति. अत्र अत्र कति धातवः सन्ति? एच् आदि इण् एच् इति तत्र धातुद्वयम् अस्ति तत्र. हा, अत्र धातुद्वयम् एव अस्ति. सर्वे पश्यन्तु, अस्य सूत्रस्य कृते केवलं नाम कार्यक्षेत्रं तावत् लघु अस्ति. केवलम् एण् धातुः, एण् गतौ, बालकः गच्छति इत्यस्मिन् अर्थे बालकः एति, अपि च एदते, वर्धते, एदते, अग्रे अग्रे गच्छति, अग्रे अग्रे गमनम् इति अर्थः एदते. तत्र द्वयोः धात्वोः कृते इदं सूत्रमस्ति. अपि च तत्र ऊठि अपि उक्तमस्ति, तस्य उदाहरणमपि दीयते. नाम त्रिषु एव स्थलेषु. अस्तु, समीचीनमस्ति. द्वितीयवाक्यं महोदय कृपया. अवर्णात् अवर्णादेजाद्योरेत्येद् अवर्णात् अहं तत्र किं पदच्छेदं कृत्वा एव पठामि खलु. हा, नाम तत्र एकवारं पठित्वा प्रदर्शयतु, यतोहि अस्माकं सन्धिअभ्यासः प्रचुरः अस्ति अत्र. अवश्यम्. अवर्णादेजाद्योरेत्येधत्योरूढि इति तत्र पदं भवति. अवर्णात् एच् आदि आद्योः एति तस्मात् किं भवति तत्र एच् अवर्णात् एति एच् आदि एच् आदि ए आद्योः इति तत्र भवति खलु. अवर्णात् एजाद्योः एति एति एति एधति एधत्योः ऊटि इति तत्र पदच्छेदः. हा, सर्वे पश्यन्तु, तस्य कस्यचिदपि निराशा न भवेत्. अत्र समीचीनमस्ति. कुत्र कुत्र सन्धिः, कुत्र कुत्र वर्णमेलनम् इति भवति महोदय? हा, एवं तत्र अवर्णात् एच् तत्र व्यञ्जनसन्धिः अस्ति. एच् आदि एच् आद्योः इति भवति तत्र. आद्योः एजाद्योः इति एजाद्योः एति एजाद्योरेति इति भवति तत्र. एजाद्योः रेत् एधते, एताद्योरेत्येधते, एधयोः ऊठि, एधयोरूठि इति. हा हा, सर्वत्र सन्धिः एव अस्ति इति सत्यं. केवलं वर्णमेलनमिति नास्ति एव. अत्र कीदृशसन्धिः कुत्र कुत्र अस्ति इति रामप्रियभगिनी एकवारं वदतु कृपया. अवर्णात् तत्र कस्य स्थाने किं जातमस्ति? अवर्णात् तत्र तु तकारस्य स्थाने दकारः अस्ति. हा, इति कृत्वा हल् सन्धिः अस्ति खलु. हल् सन्धिः. एचाद्योः इति वा महोदय? अत्र अग्रिमसन्धिः कुत्र अस्ति? एचाद्योः लकारस्य पूर्वं. न न, अत्र एच् इति आसीत् खलु. एच् चकारः, चकारस्य स्थाने जकारः, तदपि हल् सन्धिः एव. हा हा, तत्र हल् सन्धिः अग्रे पठिष्यामः. न इदानीं कः सन्धिः इत्यादिकं नापेक्षितमस्ति. केवलम् अवर्णात् तकारस्य स्थाने दकारः जातः इति सर्वे पश्यन्तु. अनन्तरं एजादि नाम एच् आदि, अत्र चकारस्य स्थाने जकारः इति हल् सन्धिः अग्रे. एच् आदि आद्यो इन् वा? इन् नास्ति किल. आद्योः एद् धातौ अजाद्योः अजाद्योः रे तत्र तु विसर्गसन्धिः. हा, अजाद्योः अत्र अजाद्योः इति नाम वचनं किं स्यात्? अजाद्योः इति द्विवचनम्. द्विवचनमस्ति तावदेव अस्ति अजाद्योः कस्यचित् विशेषणमस्ति खलु इति कृत्वा द्विवचने अस्ति. अग्रे अजाद्योः इत्ये क्षम्यताम् तत्र कः सन्धि अस्ति एति आगच्छति चेत् एति सुमित्रा भगिनी किञ्चित् सहायं करोतु. एति इति पश्यति नाम तत् अस्मिन् पदे एति कुत्र अस्ति इति पश्यति वा अत्र किं जातमस्ति एति इत्यस्मिन् एति तत्र किञ्चन परिवर्तनं जातं खलु. राजेन्द्र महोदय किञ्चित् सहायं करोतु. एति अत्र महोदय इकारस्य स्थाने यकारः आगच्छति. हा स च सन्धिः कः स च सन्धिः यन् सन्धिः. अत्र पश्यन्तु तत्र स्थानं लघु अस्ति खलु. एति इत्यस्य नाम रेफे एकारः अस्ति खलु. एकारः तकारः यकारः अयं यकारः इकारः आसीत्. ततः अग्रे कः शब्दः राजेन्द्रमहोदय तत्र अग्रे कः शब्दः अस्ति एति इत्यस्य अनन्तरं विच्छेदं कृत्वा एदत्योः तत्र अस्ति एदते एदते तर्हि एति एदति इति एदति इति भवति इति कृतमस्ति एदति इति कृतमस्ति तत्र तत्र च एति योगः एदति इति अस्ति इति कृत्वा ईकारस्य स्थाने यकारः जातः सर्वे पश्यन्तु खलु अत्र अस्तु ततः अग्रे राजन्महोदय किमस्ति एदति तत्रापि यन्सन्धि अस्ति महोदय इकारस्थाने यकारः आगच्छति तत्र केवलं विभक्ति इति तत्र इति सत्यं विभक्तिः अस्ति एवं सन्धिः नास्ति तत्र एति एधति एतत् तत्र केवलं षष्ठी प्रायः द्विवचनमस्ति इति मन्ये हा इति द्विवचनं विभक्तिः अस्ति तावदेव अस्ति एतत्योः अत्र वास्तविकसन्धिः कः अस्ति अत्र महोदय विसर्गसन्धिः अस्ति अर्कारः एदत्योः नाम एत्येधत्योः इति पदमस्ति एत्येधत्योः अनन्तरम् अन्तिमं पदं किमस्ति उठि विसर्गस्थाने अर्कारः आगच्छति तत्र उठि उठि तत्र शब्दः अस्ति धातुः उठि इति का विभक्तिः मूलशब्दः अस्ति ऊठ् ऊठ् सप्तमी विभक्तिः सप्तमी अस्ति इति तावदेव अस्ति तस्य वदनार्थं मया विस्तृतरूपेण लिखितमासीत् आरम्भे इति एतत् नाम अस्मिन् लघुशब्दे तावदेव अस्ति अस्तु हरीश् महोदय पुनः कृपया किं तत्र तदेव वाक्यं तदेव वाक्यं अवर्णादेतादयोरेत्येधत्योरूढि च परे वृद्धिरेकादेश स्यात् इति तत्र सूत्रे इदानीं सूत्रेण किं निर्दिष्टमस्ति तदेव अस्ति प्रायः तत्र अवर्णात् एजादि धातौ तत्र अस्ति चेत् परन्तु ऊटि परे वृद्धि एकादेश स्यात् इत्येव एङ्गीपररूपम् इति सूत्रस्य अपवादः भवति इदं सूत्रम्. महोदय इदानीं करपत्रे इदानीं करपत्रं किं कुत्र अस्ति करपत्रे तत्र बहुवारम् आय प्रेषितमस्ति ईमेल् पश्यतु लिङ्क् अस्ति तत्र सप्तमः सन्धिः अस्ति पररूपसन्धिः स्क्रीन् रिफ्रेश् कुर्वन्तु स्क्रीन् रिफ्रेश् करोतु इति सर्वेषां पार्श्वे स्यात् अत्र करपत्रं तत्र स्क्रीन् रिफ्रेश् कृत्वा आयाति अस्तु तत्र एङ्गीपररूपम् इति अस्य अपवादः इति अस्माभिः दृश्यते किमर्थम् अपवादः हरीश महोदय एवं तत्र यतोहि अवर्णात् उपसर्गात् परतः एति इति एकारौ धातुः वर्तते वस्तुतः तत्र पररूपसन्धिः एव भवेत् परन्तु तस्मिन् स्थाने वृद्धिसन्धिः एव भवति अनेन कारणेन अपवादः इति अस्ति समीचीनमस्ति नाम तत् अत्र एङ्गीपररूपम् इति भवति चेत् अस्य सूत्रस्य प्रवर्तनं न कुत्रापि स्यात् इति वार्ता अस्ति अस्तु समीचीनमस्ति सुमित्रभगिनी अग्रे पठतु कृपया एङ्गीपररूपम् इत्यस्य अपवादः अत्र एच् इति इन् एद् इत्यनयोः विशेषणम् एति एधति सुबन्धरूपाणि क्षम्यतां तत् न इति एव अस्ति इक्ष्टिपौ इति लिखितमस्ति इक्ष्टिपौ इक्ष्टिपौ अस्तु इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन धातुनिर्देशे स्टिप् प्रत्ययो भवति अत्र किञ्चित् वदामि अत्र अत्र अस्माकं नाम फ्रीक् औट् इति किमपि न स्यात् अत्र चिन्ता न स्यात् अत्र केवलं किमस्ति यत् पाणिनिः लाघवार्थं तत्र संक्षिप्तरूपेण लघ्वीकृत्य लिखितुम् इच्छति अत्र अत्र सूत्रे एति अस्ति एधति इति अस्ति एति एधति इति पदद्वयमस्ति तत्र च वस्तुतः विभक्ति नाम नामपदरूपेण लिखितमस्ति अत्र नामपदरूपेण दत्तमस्ति तदर्थं सूत्रेषु विभक्तिः नाम यत्र क्रियापदमस्ति तिङन्तपदमस्ति तत्र विभक्तिः न भवति खलु किन्तु सुबन्तपदं भवति चेत् नाम धातुम् आधारीकृत्य एति इदानीम् एति बालकः आपणं गच्छति इत्यस्मिन् अर्थे बालकः आपणम् एति तस्य एति इत्यस्य षष्टिविभक्तिः सप्तमीविभक्तिः इत्यादिकं न भवति गच्छति यया रीत्या गच्छति इत्यस्य न भवति किन्तु इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यमिति अनेन तत्र एति इति इदानीम् एन् धातुः योगः स्टिप् स्टिप् इति अस्मिन् टि अवशिष्यते षकारपकारयोः तत्र लोपः भवति स्टिप् षकारः तकारः इकारः पकारः स्टिप् तत्र टि इति अवशिष्यते षकारपकारयोः अपगमनम् अत्र ए योगः टि एति इदानीम् इदम् एति इति सुबन्धपदं तस्य षष्टिविभक्त्यन्तर्मुखं भवति एतेः अथवा सप्तमी विभक्तौ एतौ इत्यादिकं भवितुमर्हति यत्र क्रियापदं यदि स्यात् तदानीं न भवति स्म इति तावदेव अस्ति इदानीम् अग्रे गच्छेम अस्मिन् न चिन्तनीयम् अधिकं भगिनी अग्रे अनेन योगः योगः एतिश्च एधतिश्च उट् च तेषाम् इतरेतरद्वन्द्वः एते धत्युटः एते धत्युटः तेषु एते धत्युट हा नाम अत्र अत्रापि किमपि नास्ति. पश्यन्तु अत्र एति एतिः च इति विसर्गसन्धिः अस्ति. एतिः च अत्र यथा मुनिः इदानीम् एति इति बालकः आपणम् एति इति नास्ति. अत्र एति इति मुनिशब्दवत् प्रातिपदिकमस्ति. तस्य प्रथमविभक्तौ यथा मुनिः अत्र एतिः इति जातमस्ति. इदानीं क्रियपदं नास्ति, नामपदं जातं. तदर्थमेव विसर्गसन्धिः कृतः. एतिः च एतिश्च एदति एदति च एदतिः च एदतिश्च. अत्र पदत्रयमस्ति, एतिः एदतिः ऊट्. तेषां द्वन्द्वसमासः अग्रे यथा रामः योगः कृष्णः रामः कृष्णः रामकृष्णौ इति यथा भवति, अत्रापि तादृशं रूपमस्ति. किन्तु पदत्रयमस्ति, एतिः एदतिः ऊट्. तेषां द्वन्द्वसमासः इति कृत्वा एत्ये धत्यूठः. इदानीं हलन्तशब्दः हलन्तशब्दः बहुवचने अस्ति. यथा यथा यत्किमपि हलन्तशब्दः स्वीकुर्मः, तत्र नदी नदी इति अस्मिन् अर्थे कः शब्दः अस्ति. उदाहरणं दत्वा रक्षाभगिनी किमपि उदाहरणं, हलन्तशब्दः बहुवचनान्तरूपं विसर्गः. जगत् जगत्सु. न न न न तत्र नपुंसकलिङ्गे न वक्तु न तत्र पुल्लिङ्गे स्त्रीलिङ्गे वा हलन्तशब्दः बहुवचने. सुहृद् इति वदतु महोदय. सुहृद् इति कथं रूपाणि सन्ति? सुहृद् सुहृदौ सुहृदः. अत्र ऊट् इति करोतु, ऊट् ऊट् इति करोतु. ऊट् ऊट् यदि ऊट् ऊठौ ऊठः ऊठम् ऊठौ ऊठः इति अस्ति. अत्र ह्रस्वः लिखितमस्ति, तत्र दीर्घः स्यात्, दीर्घः भवेत् तत्र लेखनदोषः अस्ति. ऊठः ऊट् ऊठौ ऊठः. अत्र बहुवचने अस्ति, एति एधति ऊठः ऊठः इति तत्र बहुवचने अस्ति. अनन्तरं सप्तमी इति कृतमस्ति. सप्तमी इति अस्ति, सुब्रह्मण्यमहोदय वदतु अत्र किमस्ति तेषु. अत्र पठामि वा महोदय? तेषु एत्येधत्यूट्सु एत्येधत्यूट्सु सप्तम्यन्तम् एकपदमिदं सूत्रम्. तत्र सर्वत्र उकारः अस्ति दीर्घः. अस्तु अग्रे महोदय. आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः. वृद्धिरेचि इत्यस्मात् वृद्धिः एचि इत्यनयोः अनुवृत्तिः. एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः. अनुवृत्तिसहितसूत्रम् आत् एचि एत्येधत्यूट्स् एकः पूर्वपरयोः वृद्धिः संहितायाम्. अत्र आत् इत्युक्ते अवर्णात्, एचि तत्तु पञ्चमी विभक्तौ अस्ति, अतः तत्तु पूर्वं भवति अवर्णात् इति. अकारः वा आकारः वा तदपि अन्ते पदान्ते भवेत्. अत्र पदान्तात् इत्यस्य प्रसक्तिः अपि आनीयं खलु महोदय? पदान्तात् इति पदान्तात् इति कुत्र अस्ति? पदान्तात् किमर्थम्? अत्र उप उप इति पदा उपसर्गात् पदान्तात् अत्र उपसर्गात् अन्ते आत् खलु महोदय? पदान्तात् इति नास्ति अत्र यथा लिखितमस्ति. वदतु. आत् इत्युक्ते अवर्णात् इत्युक्ते अत्र पञ्चमी विभक्त्यन्तरूपमस्ति, अतः पूर्वम् अकारः वा आकारः वा, अनन्तरम् एचि एत्ये धत्युट्सु, अत्र एत्ये धत्युट्सु इति एति एधति ऊठ् तेषां तेषु सप्तमे विभक्त्यन्तरूपमस्ति. अत्र एचि एत्ये धत्युट्सु सप्तमे विभक्त्यन्तरूपं रूपौ, अतः अत्र अनन्तरं ये एते धातवः सन्ति, यदा तथा भवति एकः पूर्वपरयोः इत्युक्ते अत्र षष्ठिविभक्तिः अस्ति, अतः द्वयोः स्थाने अकार एकारयोस्थाने एकः वृद्धिः, अत्र एकः वृद्धिसंज्ञकः वर्णः आदेशः भवति, इत्युक्ते अत्र एकारस्य स्थाने ऐकारः ओकारस्य स्थाने औकारः तथा भवति संहितायां विषये, इत्युक्ते यत्र अतीव सामीप्यं सम्भवति भवति भवति इति अस्ति अस्ति अत्र अतीव सामीप्यं भवति. अत्र अत्र बहु समीचीनमस्ति, आत् अवर्णात् अकारात् आकारात् वा, नाम पूर्वम् अकारः आकारः वा, अनन्तरम् एचि एचि इति एत्येधत्युत्सु इति अस्य विशेषणमस्ति, नाम ए ओ ऐ ओ इति आदौ यत्र अस्ति विशेषणविशेषभावः अस्ति, तस्यां दशायां द्वयोः स्थाने पूर्वपरयोः वृद्धिः एकादेशः भवति. अस्तु, बहु समीचीनमस्ति इति स्थितिः अस्ति. अत्र पदत्रयमस्ति, एति एदति ऊट् ऊट् इति धातुः नास्ति, केवलं शब्दः शब्दः इति वदामः, शब्दः इत्युक्ते तत्र शब्दभागः, नाम दीर्घ उकारः ठकारः न तिष्ठति. अस्तु, क्रमेण पश्येम तत्र क्रमेण. महोदय, तत्र एकः प्रश्नः अस्ति. आम्, तत्र ऊठ् इति वक्तव्ये ऊत् इति प्रायः समीचीनं भवति इति मम चिन्तनमस्ति, यतोहि तत्र ठकारस्य किं प्रयोजनम् इति अहं न जानामि, परन्तु ऊत् इति तपरस्तत्कालेन तत्र दीर्घ ऊकारः अपि तिष्ठति. दीर्घ ऊकारः अपि तिष्ठति इति, किन्तु ह्रस्वः नाम अत्र अत्र प्रत्याहारः इति वार्ता नास्ति, केवलम् ऊट् इति नाम नामकरणमस्ति अत्र, ऊट् इति नामकरणम् अत्र, ऊट् इति शब्दः केवलम्, अत्र ह्रस्वः नास्ति खलु. किं ठकारस्य किमपि तत्र प्रयोजनं नास्ति, तद् केवलं लोपः जातः, लोपः लोपः भवति. अत्र अत्र प्रत्याहारः इति वार्ता नास्ति अत्र, यथा तत्र अष्टादशानां प्रतिनिधिः भवति अ इति, तथा नास्ति अत्र. अत्र नामकरणमस्ति, तस्य नामकरणमस्ति ऊठ, ठकारस्य लोपः भवति, उकारः तिष्ठति. तृतीय उदाहरणे अस्ति, तत्र केवलं दीर्घ उकारः अस्ति. महोदय, तस्य महोदयस्य अपि अयमेव प्रश्नः आसीत् इति चिन्तयामि, यथा अत् इति वदामः तपरस्तत्कालस्य इति उक्त्वा, तद्वत् अत्र ऊत् इति किमर्थं न स्यात् इति ममापि प्रश्नः आसीत्. अत्र तदानीं केवलं वर्णस्य आह्वानमस्ति, अत्र वर्णस्य नाम ऊट् इति यथा यया रीत्या भवत्याः नाम अस्ति श्रीरक्षा, एवमेव रीत्या अस्य नाम अस्ति ऊट् इति, एकः एव अस्ति, नाम यः कोऽपि दीर्घकारः इति न, तस्य नामकरणमस्ति ऊट् इति शब्दभागः, प्रत्ययः इति चिन्तयतु, तादृशमस्ति ऊट् इति नामकरणमस्ति, यथा रामः श्यामः ऊट् इति अस्ति. अतः तत्र भेदः अवगतः खलु, तत्र अत्र वर्णस्य आह्वानमिति न. अस्तु, वर्णविषयः नास्ति, ऊ इति कस्मिंश्चित् अस्ति. ऊट् नाम तस्य नाम अस्ति रामः श्यामः ऊट्, तस्य नाम अस्ति ऊट् ठ ठ ठ इति न तिष्ठति, उकारः तत्र अग्रे अग्रे आयास्यति तत्र शब्दभागः इति कृत्वा. अस्मिन् अधिक अवधानं नापेक्षितमस्ति, किन्तु केवलं नामकरणमस्ति इति कृत्वा उ दीर्घ नाम तकारः न भवति स्म. तकारः कुर्मश्चेत् यः कोऽपि दीर्घकारः, यथा शप् अस्ति एवमेव ऊट् नामकरणमस्ति. अग्रे गच्छेम. राधिका भगिनी कृपया तत्र प्रथम उदाहरणं कथमस्ति इति भगिनी अस्ति. अस्तु, म्यूट् मध्ये आसम् महोदय. करपत्रे वा उदाहरणं? हा हा. उप् योगः एति पररूपं भाद्य उपैति इति आगच्छति. अ योगः ए ऐ भवति तत्र. हा अत्र अत्र किमस्ति इति अधो आहत्य इति किं पठति वा आहत्य? अस्तु, अनन्तरं पठेम, अनन्तरं पठेम. तत्र द्वितीयं किमस्ति? प्रयोगः एदते पररूपप्रभाद्य प्रैदते इति आगच्छति. द्वयोः स्थले अत्र एङि पररूपम् इति अस्य कार्यं भवितुम् अर्हति स्म वा? आम् आं महोदय. किम् इत्युक्ते प्र इति उपसर्गः, एङि एङ् इत्युक्ते धातु अस्ति, ए ओ इति एङ् इति एङ् इति ए ए ओङ् इति प्रत्याहारः इत्युक्ते प्रयोजनं भवति अत्र. हा नाम एङि एङि पररूपदिनेन उपयोगः एति इति किं भवति स्म? उप इति उपसर्गः अपि, एति इति अपि एङि इति प्रत्याहारे अन्तर्भूतः भवति. एङ् इति प्रथमवर्णः इत्युक्ते एङि पररूपं कार्यं करोति अत्र. हा तत्र फलं किं भवति स्म? उपैति इति फलं भवति. न उपेति ए ए पुनः वदतु कृपया. न उपयोगः एति एङि पररूपं कृत्वा किं भवति स्म? अस्तु अस्तु, उपेति इति एव भवति. उपेति उपेति इति एङि पररूपमिति भवति स्म, तच्च रूपम् अस्माकम् इष्टं नास्ति. तदर्थं किं भवति, केन सूत्रेण किं भवति? उपरि यत् सूत्रं तदेव खलु. किं राधिका भगिनी अस्ति? ब्रह्मः कः? ब्रह्मः इत्युक्ते एङ्गि पररूपम् इत्युक्ते पूर्वपदम् उपसर्ग अस्ति, अनन्तरम् एङ् इति वर्णः भवति आदौ. हा नाम धातु अस्ति अत्र, अवर्णान्तात् उपसर्गात् एङ् आदौ धातौ इति लिखितमस्ति. नाम एङि पररूपमित्यस्य तत्र धातु एति इति एण् धातुः, एण् धातुः तत्र आदौ एङ् इति ए ओ इति अनयोः मध्ये एकारः अस्ति. तर्हि एति इति एङ् आदौ धातौ इत्यस्य अन्तर्भूते अस्ति. अपि च उप इति अवर्णात् उपसर्गात् उप इति कृत्वा द्वयोः पररूपमिति भवति स्म उपेति. किन्तु तत् तत् प्रबाद्य किं भवति? उपैति आगच्छति अत्र. हा केन सूत्रेण? वृद्धिसन्धि. केन सूत्रे सूत्रं किं सूत्रं अत्र वृद्धिसन्धिः इति नास्ति अस्तु वदतु किन्तु साम् अत्र वृद्धिरेचितिरेण नास्ति खलु हा वदतु न जानामि महोदय क्षम्यता अहो न वचति वा अत्र अत्र रत्ना भगिनी वदति वा आं महोदय सूत्रमस्ति एतेध्यत्येधत्यूत्सु अस्य कार्यम् अत्र उपयोगः एति इत्यस्मिन् अस्य सूत्रस्य कार्यं किमर्थमस्ति एति अथवा एधति आगच्छति चेत् एते धत्सु एते धत्युत्सु सूत्रम् आगच्छति हा नाम तत्र तस्मात् पूर्वम् अवर्णः अस्ति चेत् तस्मात् पूर्वम् अवर्णः हा इति अस्ति आत् एच् आत् एचि इति स्थितिः अस्ति अपि च तत्र एण् इति धातुः अस्ति एति इति एण् धातुः एण् धातोः एण् धातोः रूपमस्ति एति उपयोगः एति पररूपं प्रबाद्य नाम उपेति इति रूपं प्रबाद्य विधिसंज्ञकः एकादेशः भवति पूर्वपरयोः नाम अकार एकारयोः स्थाने उपैति इति रूपमस्ति एवमेव प्रैधते इति अस्ति अस्तु अधुना रक्षाभगिनी अन्तिमं किम् अस्ति प्रष्टयोगः ऊहः तत्र अकारात् परे ऊ इति अस्ति तत्र गुणसन्धिः अर्हति किन्तु गुणसन्धिं प्रबाद्य प्रष्टौहः इति वृद्धि आदेशः भवति इति वृद्धि आदेशः भवति गुणसन्धिं प्रबाद्य अस्तु ततः अग्रे किं दत्तमस्ति आहत्य एते द्यत्युट्सु एङ्गीपररूपम् इत्यस्य अपवादः एङ्गीपररूपं वृद्धिरेचि इत्यस्य अपवादः वृद्धिरेचि आद्गुणः इत्यस्य अपवादः यथा उपयोगः एति वृद्धिरेचि इत्यनेन वृद्धि आदेशं प्रभाद्य एङ्गीपररूपम् इत्यनेन पररूपम् एङ्गीपररूपं च प्रभाद्य एते द्यत्युट्सु इत्यनेन वृद्धिः उपैति उपयोगः एति तत्र आद्गुणः इत्यस्य प्रसक्तिः आसीत् नास्ति यतोहि उप आद्गुणः इत्यस्य अपि अस्ति महोदय यतोहि वृद्धिरेचि इति आद्गुणः इत्यस्य अपवादः अस्तु तर्हि उपयोगः एति इत्यस्यां दशायां प्रथमतया गुणसन्धिः इति भवति स्म आद्गुणः इत्यनेन अनन्तरं गुणसन्धिं प्रबाद्य वृद्धिरेचि वृद्धिरेचि प्रबाद्य एङीपररूपम् अपि च तत् प्रबाद्य एत्येधत्युत्सु इति सूत्रेण वृद्धिः पुनः आयाति इति क्रमः अस्ति अस्तु तावदेव अस्ति इदानीं स्थितित्रयम् अस्माभिः दृष्टं नाम यत्र वृद्धिः यत्र कुत्रापि वृद्धिसन्धिः भवति तत्र गुणसन्धिः इति भवति स्म किन्तु तत् प्रबाद्य वृद्धिसन्धिः इति अस्माभिः पूर्वमपि दृष्टम् अनन्तरम् एषु विशिष्टस्थलेषु वृद्धिसन्धिं प्रबाद्य पररूपादेशः भवति एङीपररूपं तत्र यथा प्रेजते उपोषति इति स्थितिः अस्ति अनन्तरं पुनः वृद्धि आदेशः भवति तत्र एन धातुः एद् धातुः अस्ति चेत् अत्र पश्यन्तु सर्वे इदानीम् उपैति इति रूपं लोके अस्ति उपैति इत्यस्य प्रयोगः भवति सम्भाषणे अतः मनसि भवेत् उपैति इति सामान्यवृद्धिसन्धिः नास्ति अनेन सूत्रेण एव वृद्धिसन्धिः अस्ति इति स्थितिरस्ति कोऽपि प्रश्नः वा अग्रे गच्छेम तत्र गतसप्ताहे अस्माभिः दृष्टमासीत् शिवाय ॐ नमः इति अस्ति तत्र विशिष्टसूत्रमस्ति अत्र प्रदर्शितमस्ति श्रीनिवासमहोदय तत्र पठति वा? कोमाङ्गो च अवर्णात् ओमि च पूर्ण पूर्वपरयोः स्थाने पररूपम् एकादेशः स्यात्. तस्य अर्थः कः? अवर्णात् ओमि आङि च, नाम पूर्वम् अवर्णः अस्ति अकारः आकारः वा इति, अनन्तरम् ओम् अथवा आङ् इति अस्ति इति चेत् पररूपम् एकादेशः भवति. अग्रे अग्रे किं लिखितमस्ति? ओमि आङ्गिश्च अपरे पररूपम् एकादेशः स्यात् इति संक्षेपे लिखितमस्ति. अग्रे वृद्धिरेचि अकारे दीर्घः इत्यनोः इत्यनयोः अपवादः. ओम् इति कुत्रचित् वृद्धिसन्धिः भवति स्म, कुत्रचित् सुवर्णदीर्घसन्धिः भवति स्म. ओम् इति अव्ययपदम्, आङ् इति उपसर्गः, ओं च आङ् च अमाङ्गो ओमाङ्गौ ओमाङ्गौ द्वन्द्वसमासः तयोः ओमाङ्गोः. अग्रे अग्रे. नाम तत्र ओमिति ओमिति अव्ययपदमस्ति, यथा इति कानिचन पदानि सन्ति संस्कृतभाषायां येषां तत्र विभक्तिरूपाणि न भवन्ति खलु, अत्र ओम् इति तेषु अन्यतमः अस्ति. ओम् आङ् इति उपसर्गः इत्युक्ते ङकारः न तिष्ठति, आ इति उपसर्गः अस्ति, यथा उप इत्यादि एकविंशतिः उपसर्गाः आङ् इति अस्ति एकः अन्यतमः. तत्र समासः अस्ति द्वयोः, तावदेव तयोः ओमाङ्गोः. अग्रे ओमाङ्गोः सप्तम्यान्तं च अव्ययपदं द्विफलमिदं सूत्रम् सप्तमित्यनेन कः अर्थः भवति? पूर्वरूपो पूर्वकार्यं पूर्वकार्यं नाम ओम् अथवा आङ् अनन्तरं भवति चेत् इति अर्थः सप्तमी. अस्तु अग्रे. आद्गुणः इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, आद्गुणः नाम तत्र आत् इति आनीयते, अनुवृत्तिः इति वयं जानीमः खलु. तत्र सूत्रं केवलम् ओमाङ्गोश्च इति सूत्रमस्ति, किन्तु तत्र यथा रामः वदति अहम् आपणं गच्छामि, श्यामः वदति अहमपि, अहमपि इति केवलं श्रवणेन न अवगच्छामः खलु. अहमपि अहमपि तत्र अनुवृत्तिः भवति, अनुवर्तनं भवति. तत्र आपणं गच्छामि, रामः भवति अहम् आपणं गच्छामि, आपणं गच्छामि इति आनीय तत् अग्रिमे वाक्ये स्थापयामः. श्यामः वदति अहमपि, अहमपि किम् आपणं गच्छामि इति पूरयामः. अतः तथैव भवति अष्टाध्याय्याम् आत् इति अनुवृत्तिः. अग्रे. एङ्गि पररूपम् इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः. क्षम्यतां तत्र इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः. अग्रे. एकः पूर्वपरयोः संहितायां इत्यनयोः अधिकारः अत्यन्त असान्निध्यं. अस्तु अनुवृत्तिसहितसूत्रं किम्? अग्रे किमस्ति? अनुवृत्तिः संहितसूत्रम् आत् ओमाङ्गो च पूर्वपरयोः एकं पररूपं संहितायाम्. तस्य अर्थः कः अवगच्छति वा? आत् इत्युक्ते ह्रस्वकारः, ह्रस्वः अथवा दीर्घः, ह्रस्व अथवा दीर्घः. ओमाङ्गो इत्युक्ते ओम् अथवा आङ्ग्. हा, इति अनन्तरम् अस्ति चेत् प्रथमम् अकारः आकारः वा अनन्तरम् ओम् अथवा आङ्ग् इति चेत् तस्यां दशायां किं भवति? पूर्वपरयोः एकं पररूपं संहितायां. पररूपं नाम पूर्वरूपं पररूपं, यद् रूपम् अनन्तरम् अस्ति तस्य नाम अस्ति पररूपं. पररूपं, हा, समीचीनमस्ति. जगन्नाथमहोदय अग्रे पठतु कृपया, उदाहरणं किम् अस्ति? शिवाय ओं नम इति नमस्कारात्मकं वाक्यं. शिवाय योग ओम् आद्गुणः इति प्रबाध्य वृद्धिरेचि वृद्धिरेचि. अत्र शिवाय योगः ओम् अत्र के वर्णाः सन्ति? शिवाय इत्यस्य अन्तिमवर्णः अकार, अकारः. ओम् इत्यस्य प्रथमवर्णः ओकार, ओकारः. अकार ओकारयोः संयोजनेन प्रथमतया वस्तुतः आद्गुणः, आद्गुण नाम गुणसन्धिः इति भवति स्म, न कदापि भवति एतादृशु स्थलेषु, किन्तु प्रसक्तिः अस्ति. अनन्तरं वृद्धिसन्धिः वस्तुतः भवेत्, अयोगः ओ इति औ औकारः भवेत् खलु. किन्तु अग्रे किम् अस्ति? वृद्धिरेचि इति प्रबाध्य ओमाङ्गोश्च इत्यनेन पररूपादेशः शिवायों नमः. पररूपादेशः तत्र लेखनदोषः अस्ति. पररूपादेशः आम् आद्गुण. ओके, अस्तु, तर्हि पररूपमेव आदेशः भवति, पूर्वरूपम् अकारलोपं भवति, तस्मात् शिवायौं स्थाने शिवायौं भवति. हा, नाम औ इति वृद्धिः भवति स्म खलु अकार ओकारयोः संयोजनेन, तत्र औ इति भवति स्म, किन्तु औ न भवति यतोहि अकार ओकारयोः स्थाने तत्र पररूपादेशः भवति. पररूपं किम्? ओकारः. तर्हि अकार ओकारयोः स्थाने नूतनः ओकारः आगच्छति. अनेन शिवायों नमः इति भवति. समीचीनं वा? धन्यवादः महोदय. इति स्पष्टं स्यात्. अतीव विशिष्टं सूत्रं. हा, वदतु. क्षम्यताम्. अत्र शिवाय योगः ओम् आद्गुणः कथं भवति? किमस्ति वदतु? आद्गुणः कथं अत्र भवति? किमर्थं पश्यतु, तत्र अवर्णात् अचिपरे, अवर्णात् अचिपरे इत्यस्य प्रसक्तिः अस्ति वा? अवर्णात् अचिपरे, परन्तु तत्र इकि परे इति फलितार्थः अस्ति किल? फलितार्थः इति अनन्तरस्य वार्ता अस्ति. फलितार्थः तत्र फलितार्थः नाम परिशीलनानन्तरं यत् नाम बाध्यबाधकभावं दृष्ट्वा एव वदामः. तदर्थमेव आद्गुणः न भवति, किन्तु प्रसक्तिः आसीत्. हा, नाम वृद्धिरेचित् इति तत् प्रबाद्य इति कृत्वा एव वस्तुतः तस्य अवसरः अन्ततो गत्वा न भवति. समीचीनं वा? धन्यवादः महोदय. अत्र एकः विषयः स्फुरितः इदानीं मम मनसि. तत् किम् इत्युक्ते, अत्र आगच्छ, वयं तत्र अस्माभिः ज्ञायते तत्र अत्र आगच्छ इत्येव पदं भवति, परन्तु वस्तुतः तत्र अकस्तवर्णीय दीर्घः इति सूत्रस्य प्रसक्तिः नास्ति इति मन्ये. तत्र ओमाङ्गोश्च इत्येव भवति, यतोहि तत्र अत्र इति अवर्णात् परतः आगच्छति इति आ इति उपसर्गः अस्ति. प्रायः अस्य सूत्रस्य प्रसक्तिः एव भवति इति मन्ये. अत्र आगच्छति वा? एवं हा हा इति तादृशं द्रष्टव्यमस्ति अस्ति न वा इति किञ्चित् परिशील्य वदामि अनन्तरं, यतोहि तादृशम् उदाहरणं न दत्तमस्ति. यतोहि तत्र आङ् इति उपसर्गः अस्ति न वा इति द्रष्टव्यमस्ति तत्र. तत्र हा आ इति अस्ति, किन्तु स च आङ् इति अस्य अस्ति न वा इति द्रष्टव्यमस्ति. अस्तु, द्वितीयम् उदाहरणं पश्येम. अत्र अत्र कस्य अवसरः न जातः तावता. रविमहोदय तत्र अग्रे पठति वा? अत्र अत्र नाम एतावता ओम् आङ्गोश्च इति अस्मिन् तत्र ओम् इत्यस्य उदाहरणम् अस्माभिः दृष्टमस्ति. तत्र अस्माकं पुस्तके ओम् इत्यस्य एव उदाहरणं दीयते, अग्रे आङ् इत्यस्य उदाहरणमस्ति. महोदय पुस्तके एव न, करपत्रे शिवयोगः आङ् शिवयोग एहि न न कुत्र अस्ति शिवयोगः आङ् इति अस्ति करपत्रे. शिवयोगः आङ् इति उपसर्गः अत्र आङ् योगः इहि योगः इहि शिवयोग आ योग इहि महाभाष्ये धातुपसर्गयोः अन्तरङ्गत्वात् आ योग एहि इति प्रथमं कार्यम्. हा नाम अत्र चिन्ता न स्यात्, अत्र केवलं भागत्रयमस्ति खलु, शिव आङ् इहि. तर्हि प्रथमतया शिव नाम इत्यस्य अकारः अपि च आङ् इत्यस्य आकारः, द्वयोः सन्धिः भवेत् अथवा प्रथमतया आङ् योगः इहि. अत्र पतञ्जलिः इति ऋषिः अस्ति, महाभाष्यस्य तत्र रचयिता अस्ति. तत्र महाभाष्ये तस्मिन् ग्रन्थे लिखितमस्ति धातु उपसर्गयोः, अत्र इहि इति धातुः अस्ति, उपसर्गः अस्ति आङ्, द्वयोः बलमस्ति. तत्र शिव इत्यस्य तत्र तुलनया प्रथमतया आङ् इहि इत्यनयोः पद द्वयोः पदयोः सन्धिः इति प्रथमं कार्यम्. अस्तु अग्रे महोदय. आद्गुणः इत्यनेन गुणादेशः शिवयोग एहि. अन्तादित्व इत्यनेन एकारः अन्तादिवच्च वच्च इत्यनेन एकार आकारयोग इ आयोग इ इत्यनयोः प्रतिनिधिः. तस्माच्च आङ्गत्व स्वीक्रियते. न न आङ्त्वम् आङ्गत्वम् आङ्त्वं स्वीक्रियते. अत्र अकारः नास्ति, हा हलन्तः अस्ति खलु, तत्र दण्डः आङ्त्वम् आङ्त्वं स्वीक्रियते. अकः सवर्णे दीर्घः इति प्रबाध्य पररूपादेशः शिवे हि. हा अत्र किञ्चित् जाटिल्यमस्ति, शीघ्रमेव वदामि अनन्तरम् अग्रे गच्छामः. अस्य अस्य अधिकं महत्त्वं नास्ति, लोके न दृश्यते एतत् सर्वम्. अतः किमस्ति अत्र यत् आद्गुणः इति सन्धिः जातः, नाम तत्र आयोगः इ आङ्योगः इहि आयोगः इति गुणसन्धिः, अतः शिवयोगः एहि इति स्थितिः अस्ति. तर्हि अत्र नाम उक्तमस्ति यत् अकः सवर्णे दीर्घः इत्यस्य अपवादः. अत्र आयोगः ए इत्यस्यां दशायाम् अकः सवर्णे नाम तत्र सवर्णदीर्घसन्धिः भवति वा? न भवति खलु. शिवयोगः ए अत्र वृद्धिसन्धिः भवति स्म, आयोगः ए ऐ इति भवति स्म. किन्तु अन्तादिवच्च इति किञ्चन सूत्रमस्ति, अनेन तत्र यस्मात् एकारः आगतः एकारः कुतः आगतः? आयोगः इ इत्यस्मात् आगतः एकारः. अत्र अग्रे यदा कार्यं भवति तदानीं पूर्वम् अकारः अस्ति चेत् अनन्तरम् आकारः इति मनसि चिन्तनीयमस्ति, न तु एकारः. अन्तादिवच्च इति तादृशं कार्यं करोति. अतः अकारः आकारः इत्यनेन इत्यनयोः संयोजनेन तत्र सवर्णदीर्घसन्धिः इति भवति स्म. अकः सवर्णदीर्घः इत्यस्य अपवादः, पररूपादेशः शिवैः इति रूपमस्ति. तर्हि नाम आहत्य ओमाङ्गोश्च इत्यस्य आङ् इत्यस्य उदाहरणम् इदं. तस्य उदाहरणं नाम कठिनतया कल्प्यते शिवेः इति उदाहरणमस्ति. अस्तु, इदानीं पुस्तके किञ्चित् अग्रे गच्छेम. इदानीं बहु किमपि अस्माभिः दृष्टमस्ति. हा, अपवादः, एतत् सर्वमपि दृष्टम्. उपैति प्रैदते इति एतत् सर्वं दृष्टवन्तः. इदानीम् अस्मिन् पररूपसन्धौ अत्र कश्चन प्रश्नः अस्ति वा? हा, नाम सूत्रं पुस्तके न पठितवन्तः, किन्तु तत्र करपत्रे एतत् सर्वं दृष्टम्. उपैति प्रैधते इति परिशीलितवन्तः. सामान्यतया तत्र पररूपसन्धिः इति भवति इति सामान्यरूपमस्ति. तस्य अपवादभूतसूत्रमस्ति एति एधत्युत्सु. हा, अस्तु, अग्रे गच्छेम. तर्हि इदानीं प्रकृतिभावः. आम्, एकः प्रश्नः महोदय. आम्, उपयोगः इति किम् उपयोगः इति एति आम् आम् उपेति महोदय उपेति नाम भवतः प्रश्नः कः? किम् उपयोगः एति इति किं भवति स्म? आम् इति उपैति उपैति चिन्तयामि उपेति अकारः एकारः अकारः एकारः उप इत्यस्य अकारः एति इत्यस्य एकारः. अनेन वृद्धिसन्धिः भवति स्म. उपैति इति भवति स्म विधिरेचि इति वृद्धिसन्धिं कृत्वा. किन्तु अनन्तरम् एङि पररूपम् इति नेन पररूपमिति भवति स्म इति अस्माभिः दृष्टम्. अनन्तरं महोदय भवतः प्रश्नः अस्ति अस्ति चेत् तदानीम् इति चेत् ईमेल् माध्यमेन पृच्छतु कृपया, यतो हि समयस्य अभावः. किन्तु वृद्धिः इति उपैति इति सामान्यचिन्तनमासीत्. वृद्धिसन्धिः इति भवति स्म. अनन्तरं तत् प्रबाद्य अङि पररूपमित्यनेन तत्र पररूपादेशः उपेति. अनन्तरं पुनः नूतनसूत्रम् अस्माभिः यद् दृष्टम् एति धत्युत्सु इति सूत्रेण वृद्धिसन्धिः यत्र यतोहि अत्र एण इति धातुः अस्ति, तदर्थम् उपैति इति पुनः वृद्धिः अस्ति. नावगच्छति चेत् अवश्यं ईमेल् पश्यति वा महोदय? अवश्यं पश्यतु. अत्र प्रकृतिभावः इति प्रकृतिभावमिति किञ्चित् पश्येम. तत् प्रकृतिभावस्य कश्चन परिचयः भवतु. इदानीं करपत्रे यत् लिखितमस्ति तदेव पश्येम. करपत्रे यद् दत्तमस्ति, अजय महोदय कृपया. प्रकृतिभावः महोदय. आम्, ऋति प्रकृतिभावः एतानि उदाहरणानि परिशीलयत. न, राजा करपत्रे किं लिखितमस्ति निमित्ते? करपत्रे निमित्ते सत्यपि सन्धिकार्याभावः प्रकृतिभावः. हा, तस्य अर्थः कः नाम यत्र सन्धिकार्यं भवति स्म, यत्र न भवति तस्य नामकरणमस्ति प्रकृतिभावः. अग्रे किमस्ति? स्वभावेन उपस्थितिः प्रकृतिभावः अवस्थितिः. अवस्थितिः प्रकृतिभावः इत्यर्थः. नाम स्वभावः, स्वभावेन अवस्थितिः इत्युक्ते मूलरूपं यत् अस्ति, यत् आसीत् सः तिष्ठति चेत् प्रकृतिभावः. प्रकृति अस्तु, अग्रे किमस्ति? प्रकृत्या इत्यनेन स्वभावेन भावः इत्यनेन अवस्थितिः. हा, प्रकृतिभावः. प्रकृति इत्युक्ते स्वभावः, मूलस्वभावः, तेन स्वभावेन. भावः इत्युक्ते अवस्थितिः, स्थितिः. अग्रे, प्रकृत्या भावः. प्रकृत्या भावः प्रकृतिभावः इति नामकरणम्. अत्र प्रकृति इत्युक्ते यथा नेचर् इत्यादिकं चिन्तयामः, अत्र तत्र मूलस्वभावः प्रकृतिभावः. प्रकृति इत्युक्ते मूलस्वभावः, अपि च भावः इत्युक्ते परिस्थितिः, स्थितिः. प्रकृतिभावः इति तादृश अर्थः. नाम यत्र परिवर्तनं भवति स्म, किन्तु परिवर्तनं न भवति, मूलरूपेण तिष्ठति, तत्र प्रकृतिभावः इति वदामः. अस्तु, पुस्तके पश्येम. तत्र सन्ध्या भगिनी पठतु कृपया. प्रकृतिभावः ऋति प्रकृतिभावः एतानि उदाहरणानि उदाहरणानि परिशीलयत. राजा योगः ऋषिः राजर्षिः इमे भिन्ने पदे. राजर्षिः अत्र राजऋषिः इमे भिन्ने पदे इति अत्र राजऋषिः इति लिखितमस्ति खलु? ओ आम्, क्षम्यतां. राजऋषिः इमे भिन्ने पदे, राजर्षिः अत्र विकल्पेन पुनसन्धिः. हा, अनन्तरम् अग्रे, राजयोगः ऋषिः. राजयोगः ऋषिः राजऋषिः इदं समस्तं पदम्. राजर्षिः अत्र विकल्पेन गुणसन्धिः. हा, अत्र पश्यन्तु, अत्र सूत्रस्य पठनार्थम् अस्तु, तत्र सूत्रमस्ति ऋत्यकः, ऋत्यकः करपत्रे लिखितमस्ति खलु, ऋत्यकः. अत्र अनेन सूत्रेण कार्यं यद् भवति, नाम कार्यम् अत्र प्रकृतिभावप्रसङ्गे कार्यमित्युक्ते सन्धिः न भवति इति कार्यं. सन्धिकार्यं यद् भवति स्म तद् न भवति इति प्रकृतिभावस्य कार्यम्. नाम सन्धिबाधककार्यम् इति प्रकृतिभावः. तर्हि अनेन सूत्रेण, केन? ऋत्यकः इति सूत्रेण, विकल्पेन चत्वारि रूपाणि सन्ति. यतोहि अत्र समासे अपि कार्यं करोति, समासः नास्ति चेदपि कार्यं करोति. नाम अत्र राजा ऋषिः इति समासः, अत्र समासः अपि सम्भवति, अग्रे गत्वा परिशीलयिष्यामः अग्रिमे पाठे. समासः सम्भवति, तत्र पृथक् पृथक् तत्र राजा इति शब्दः, ऋषिशब्दः इति एकम् एव समस्तपदम् इति अकृत्वा पृथक् पृथक् शब्दरूपेण तत्र सन्धिः अपि भवितुमर्हति. तर्हि अत्र इमे भिन्ने पदे इदं समस्तपदम् इति लिखितमस्ति खलु? तर्हि अत्र किं स्थितिः का? अत्र तत्र समासः नास्ति चेत् राजा योगः ऋषिः, तत्र आकारः योगः ऋकारः, तस्यां दशायां कः सन्धिः भवेत् इति बालसुब्रह्मण्यं वदति वा? आकारः यो अत्र किमपि नास्ति, आकारः ऋकारः, यत्र आकारः पूर्वम् अनन्तरं ऋकारः अस्ति, तत्र कः सन्धिः स्यात्? आकारऋकारः हा हा समीचीनमस्ति इति वयं दृष्टवन्तः पूर्वम्, आकारः योगः ऋकारः इति कृत्वा गुणसन्धिः, तर्हि तत्र द्वितीयपङ्क्तौ राजर्षिः इति लिखितमस्ति, राजर्षिः इति गुणसन्धिं कृत्वा विकल्पेन गुणसन्धिः भवति. अत्र रक्षाभगिनी कृपया पठतु अत्र सूत्रस्य प्रथमवाक्यं किम्. नृत्यकः पदान्तस्य अक्वर्णस्य ह्रस्व आदेशः स्यात् ऋतिपरे शाकलस्य मतेन. शाकल्यस्य मतेन, शाकल्यस्य मतेन, हा इति शाकल्यः तत् इति कश्चन तत्र वैयाकरणः प्राचीनकाले. मतेन इति यत्र कुत्रापि सूत्रेषु तत्र कीदृशार्थः अस्ति भगिनि? विकल्पेन इति अर्थः, विकल्पेन इति अर्थः. शाकल्यस्य मतेन इत्युक्ते शाकल्यस्य मतेन इदं भवति, शाकल्यस्य मतं यथा यत्र न भवति तत्र एतादृशं कार्यं न भवति. अस्तु तर्हि पठतु कृपया एकवारं. पदान्तस्य अक्वर्णस्य ह्रस्व आदेशः स्यात् ऋति परे शाकल्यस्य मतेन. अत्र प्रसक्तिः अस्ति वा राजा योगः ऋषिः? राजा योगः ऋषिः इत्यस्मिन् पदान्तः अवर्णः अस्ति राजा इत्यस्मिन् अक्वर्णः, तस्मात् परे च ऋत् ऋकारान्त अस्ति, तदर्थं ऋति इति उक्तं खलु महोदय? अत्र ऋति इत्युक्ते मात्रापि सूच्यते ऋत् इति, तस्य सप्तमी ऋति परे ह्रस्व आदेशः स्यात् इत्युक्ते राजा इत्यस्य आकारस्य अकारादेशः भवति इति. हा नाम ऋति परे इत्युक्ते ऋकारः अनन्तरम् अस्ति चेत् प्रथमतया अक् वर्णे अक् प्रत्याहारे कश्चन वर्णः अस्ति, अत्र राजा इति आकारः तथा अस्ति, अग्रे ऋत् इति ह्रस्व ऋकारः अनन्तरम् अस्ति ऋषिः इति तथा अस्ति ऋकारः ह्रस्व ऋकारः, तस्यां दशायां किं भवति? ह्रस्व आदेशः अक्वर्णस्य ह्रस्व आदेशः, अक्वर्णः इत्युक्ते अत्र आकारः राजा इत्यस्य, तस्य स्थाने ह्रस्वादेशः भूत्वा ह्रस्वाकारः भवति राजा योगः ऋषिः. हा अत्र तत्र प्रथमपङ्क्तौ यत्र प्रदर्शितमस्ति राजा योगः ऋषिः, सर्वे अवगच्छन्तु अत्र अत्र लिखितमस्ति आरम्भे राजा योगः ऋषिः, अनन्तरं प्रथमपङ्क्तौ राजा योगः नाम राजा ऋषिः, अत्र योगः इति किमपि नास्ति नाम तत्र फलतरूपम् अस्ति, लेखनावसरे राजा ऋषिः पृथक्तया लिखामश्चेदपि तत्र दोषः नास्ति इति. दोषः नास्ति, दोष नाम सुन्दररूपम् अस्ति, दोषः तु दूरं सुन्दररूपम् अस्ति, तत्र प्रकृतिभावः अस्ति, अत्र सोपानमिति नास्ति, राजा ऋषिः इति फलितरूपम् अस्ति अन्तिमं रूपं, राजा ऋषिः इति प्रकृतिभावः अस्ति तत्र. नाम शाकल्यस्य मतेन, शाकल्यस्य मतेन आकारः अकारः जातः प्रकृतिभावः. अग्रे अग्रे अग्रे किं लिखितमस्ति भगिनि? यस्मिन् पक्षे, यस्मिन् पक्षे ह्रस्वादेशः तस्य बलेन अत्सन्धिः बाधितः, अतः प्रकृतिभावः ह्रस्वादेशाभावपक्षे अच्सन्धि प्रवर्तनं यथा सामान्यम्. हा अत्र अस्मिन् सूत्रे न लिखितमस्ति प्रकृतिभावः भवति इति, प्रकृतिभावः इति शब्दः एव नास्ति खलु. अत्र किम् उक्तमस्ति? यस्मिन् पक्षे ह्रस्वादेशः नाम अनेन सूत्रेण यदा ह्रस्वादेशः भवति तस्य ह्रस्वादेशस्य बलेन अच् सन्धिः बाधितः भवति, यतोहि अत्र राजायोगः ऋषिः इत्यस्यां दशायाम् अच् सन्धिः भवितुमर्हति, इत्युक्ते गुणसन्धिः स्यात् तत्र, सः बाधितः भवति, अतः प्रकृतिभावः इति उच्यते. हा, राजायोगः ऋषिः इति प्रकृतिभावः, गुणसन्धिः बाधितः च, ह्रस्वादेशाभावापक्षे अच् सन्धिप्रवर्तनं यथा सामान्यम्. तर्हि अनेन अनेन प्रकृतिभावः न भवति चेत् तदा अच्सन्धिः यथा सामान्यं भवति, गुणसन्धिः इत्युक्ते विकल्पेन एव भवति प्रकृतिभावः इति. हा, अस्य सर्वत्र तथा नास्ति, नाम यत्र प्रकृतिभावः ऋत्यकः इति सूत्रेण भवति तत्र विकल्पेन अस्ति. प्रथमं सूत्रम् अग्रिमे सप्ताहे तत्र अन्यानि सूत्राणि सन्ति. अत्र ऋत्यकः यत्र पूर्वम् अक् वर्णः अस्ति अनन्तरं ह्रस्वटकारः अस्ति तत्र सर्वत्र विकल्पेन प्रकृतिभावः भवति. प्रकृतिभावः इत्युक्ते प्रथमवर्णस्य अक् वर्णस्य ह्रस्वादेशः भवति. ह्रस्वादेशः इत्युक्ते ह्रस्व आदेशः एव भवतु, सन्धिः न सन्धिः मा भवतु इति इति न उक्तमस्ति, किन्तु फलत अर्थः तथा अस्ति. इदानीं ह्रस्वादेशः भवतु इत्यस्य कथनेन सन्धिः अन्यः यः कोऽपि सन्धिः मा भवतु इति एव अर्थः अस्ति. नाम ह्रस्व आदेशः एव तिष्ठतु. अतः राजयोग अत्र राजऋषिः अत्र राजऋषिः इति तत्र ह्रस्वादेशः कृतः. ह्रस्व आदेशः एव इष्टः इति पदार्थः अस्ति. नाम इदानीं ततः अग्रे राजऋषिः इत्यस्यां दशायाम् अकार ऋकारयोः सन्धिः तदानीं न सम्भवति. अतः एकं रूपमस्ति राजऋषिः इति शाकल्यस्य मतेन. शाकल्यस्य मतेन कार्यं न भवति चेत् यथा सामान्यं गुणसन्धिः राजर्षिः. अपि च अग्रे गत्वा पठिष्यामः समासविषयः. तत्र राजा यत्र आकारान्तशब्दः अस्ति पूर्व नाम समासे पूर्वपदं नाम प्रथमपदम् आकारान्तः अस्ति चेत् आकारस्य लघुत्वं भवति अकारः. तर्हि राजयोगः ऋषिः इति समासपरिस्थितिः अस्ति. समासावस्थायाम् आकारस्य अकारः भवति राजयुगः ऋषिः. तदर्थं यदि समासे प्रकृतिभावः क्रियते तदानीं राजा नाम इदानीं राजऋषिः अस्ति. तत्र अकारः ऋकारः प्रथमं तत्र तृतीयपङ्क्तौ पश्यन्तु राजऋषिः. तत्र जकारोत्तर अकारः अस्ति, अग्रे ऋकारः अस्ति. अनयोः सन्धिः भवितुमर्हति स्म, किन्तु अस्य सूत्रस्य बलेन ह्रस्वादेशः भवतु इत्यस्य बलेन ततः अग्रे सन्धिः तत्र गुणसन्धिः न भवति. अतः समासावस्थायां राजऋषिः इति एकं पदमस्ति इदानीं राजऋषिः. अथवा समासावस्थायां यत्र प्रकृतिभावः न इष्टः तत्र सन्धिः पुनः तत्र गुणसन्धिः भवति राजर्षिः. अतः रूपचतुष्टयं भवति, समासः नास्ति चेत् राजऋषिः अथवा सन्धिं कृत्वा राजर्षिः. समासः अस्ति चेत् प्रकृतिभावे राजऋषिः इति एकं पदं, किन्तु सन्धिः न कृतः. वयं जानीमः सामान्यतया तत्र समासः अस्ति चेत् तत्र सन्धिः नित्यः, तत्र विकल्पः नास्ति खलु. केवलं वाक्यस्तरे सन्धिः विकल्पः अस्ति. सन्धिः वैकल्पिकः भवति वाक्यस्तरे एव, धातुपसर्गयोः समासे इत्यादिषु स्थलेषु तत्र नित्यं भवति सन्धिः. हा, किन्तु अत्र न कृतं. तत्र कस्य बलेन ऋत्यकः इत्यस्य ह्रस्वादेशस्य बलेन समासे सत्यपि राजऋषिः इति एव अस्ति प्रकृतिभावः. अपि च यत्र शाकलस्य मतं न अनुवर्तते तत्र राजऋषिः इति समस्तपदं. तर्हि राजऋषिः इति समस्तपदं भवती राजर्षिः इति राजर्षिः इति उपरि तत्र केवलं सन्धिः, तत्र पदद्वयमस्ति, उपरि राजर्षिः इति पदद्वयमस्ति तदानीमपि, अधोभागे राजर्षिः इति एकमेव पदमस्ति, उभयत्र गुणसन्धिः किन्तु. अपि च राजऋषिः इति व्यस्तप्रयोगः, यत्र समासः नास्ति, प्रकृतिभावः. अपि च राजऋषिः इति तृतीयपङ्क्तौ, तत्र समासः अपि कृतः, प्रकृतिभावः अपि कृतः. स्पष्टमस्ति वा इति विषयः? महोदय, एकः प्रश्नः अत्र, अत्र यदा भिन्ने पदे भवति स्तः अथवा समस्तपदे अस्ति, द्वयोर्मध्ये अर्थभेदः भवति वा? अर्थभेदः अस्ति, अर्थभेदः अस्ति. तत्र यत्र समासः नास्ति तत्र राजा इति पृथक् अस्ति, ऋषिः इति पृथक् अस्ति. नाम राजा इति पृथक् व्यक्तिः, नाम जनद्वयमपि भवितुमर्हति. नाम नितरां पृथक् अर्थः अस्ति. राजा इति कश्चन राजा अस्ति, कश्चन ऋषिः अस्ति, किन्तु समासं कृत्वा यः ऋषिः अस्ति सः राजा अपि अस्ति इति एकः एव पुरुषः. अत्र राजऋषिः प्रथमे उदाहरणे अत्र राजा योगः ऋषिः, राजाऋषिः राजर्षिः, अत्र द्वयोर्मध्ये अर्थभेदः न भवति. परन्तु द्वितीयं यदस्ति अत्र समस्तपदम् अथवा विकल्पेन गुणसन्धिः भवति, अत्र द्वयोः अर्थः समानः एव. राजऋषिः राजर्षिः इति समस्तपदद्वयमस्ति, तत्र अर्थभेदः अस्ति. समासः अस्ति चेत् अर्थः भिन्नः, व्यस्तप्रयोगः अस्ति चेत् अर्थः भिन्नः, उभयत्र प्रकृतिभावः सम्भवति. महोदय, व्यस्तप्रयोगः इत्युक्ते वाक्यस्तरे अस्ति इति, समस्तपदं नास्ति, वाक्ये पदद्वयम् इव अस्ति इति खलु? सत्यं, व्यस्तप्रयोगः यथा तत्र रामः कृष्णः गच्छतः, रामः च कृष्णः गच्छतः इति व्यस्तप्रयोगः. रामकृष्णौ गच्छतः इति समस्तप्रयोगः. तर्हि व्यस्तप्रयोगे नाम वाक्यस्तरे सन्धिः तु वैकल्पिकः एव, आदौ एव इत्युक्ते प्रकृति, हा, प्रकृतिभावं कृत्वा तदनन्तरं गुणसन्धिः वैकल्पिकः इति किमपि नास्ति. हा हा, किन्तु अत्र तत्र सन्धि प्रश्नः समीचीनः अस्ति भगिनि. तत्र वाक्यस्तरे यत्र सन्धिः वैकल्पिकः अस्ति, तत्र सन्धिम् अकृत्वा वदामः चेत् राजा ऋषिः, तत्र आकारः तिष्ठति. अतः तत्र वाक्यस्तरे सन्धिं न कृत् नाम मन्दं मन्दं वदामः चेत् यत्र सामीप्यं नास्ति, संहितायां विषयः नास्ति चेत् तत्र राजा ऋषिः गच्छतः. किन्तु सन्धिं यत्र सामीप्यमस्ति, तत्र अस्यां दशायां सामीप्यमस्ति चेदपि प्रकृतिभावः सम्भवति. अतः राजा ऋषिः गच्छतः अथवा राजर्षिः गच्छतः इति वार्ता अस्ति. अस्तु, समीचीनमस्ति, समयः जातः, इदानीं विरमाम, इतः अग्रेसरेम अग्रिमे सप्ताहे. धन्यवादः सर्वेषां, धन्यवादः.